नमस्कारः. लिप् प्रत्ययः इति करपत्रम् अनुवर्तते. तत्र ऋकारान्त ऋकारान्त इति आरभ्य कुर्मः वा? ऋक ह्रस्वऋकारान्तात् आरभ्य. अरुणा भगिनी भवती पठति वा भगिनि? ह्रस्वऋकारान्तदातवः इति अस्ति खलु. अन्य पठति भगिनि, करपत्रं नास्ति. सरला भगिनी पठितुं शक्नोति वा भगिनि? सरला भगिनी. आं भगिनि, भवती पठितुं शक्नोति वा? ऋकारान्तदातव साधु सामान्य ऋकारान्त ल्यपि परे. ओके, सामान्य ऋकारान्तधातूनां ल्यपि परे तुरागमः भवति ह्रस्वस्य पिति कृति तुक् इति सूत्रेण. यथा वि योगहि योगल्यप् ह्रस्वस्य पिति कृति तुक् इत्यनेन ह्रस्व उकारान्तधातोः तुक् आगमः भवति पिति कृति परे. वि योगहि योग तुक् योगय वि हृ योग चकार योगय वि विहृत्य इति अस्तु. ऋकारान्तधातव इति ह्रस्वऋकारान्तधातव ल्यप् परे तत्र वयं दृष्टवन्तः ह्रस्वस्य पिति कृति तुक् इति सूत्रम्. अनेन यदि ह्रस्व वर्ण अस्ति तस्य पिति वा कृति परे तुक् आगमः भवति. तुक् आगमः इति आदिन्तु टकितौ अनेन आदौ भवति तुक् आदिन्तु टकितौ परे भवति साधु. आम्, सो अस्य तत्र उदाहरणमस्ति वि इति उपसर्ग योग हि इति ह्रस्व ऋकारान्तधातु योग ल्यप् ल्यप् इति य अवशिष्यते अनुबन्धालोपानन्तरं रि इति ऋक यद् विदत् अस्ति तत् ह्रस्ववर्णः अस्ति. वयं दृष्टवन्तः अकार ईकार उकार अपि ऋकार इति ह्रस्ववर्णस्य यदि पित् वा कृत् प्रत्ययपरे अस्ति तु ल्यप् इति पित् अपि अस्ति अपि कृत् प्रत्यय अपि अस्ति. अनेन का निमित्तानि एतानि पूरितानि अतः तुक् आगमः भवति. तुक् आगमस्य इदानीं तक् अनुबन्धलोपानन्तरं तकारविशिष्यते. तुक् इदानीं वे योग हे योग तकारयोग विहृत्य इति रूपाणि भवन्ति. इदानीं तदनन्तरमपि एक ओके वि अन्यानि उदाहरणानि सन्ति. प्रयोग हृ योगल्यप् तत्र अपि प्रहृत्य इति भवेत्. उपयोग कृ योगल्यप् उपकृत्य इति. आयोगवृ योगल्यप् आवृत्य इति भवति. पुनः पठामि. सूत्रमस्ति ह्रस्वस्य पिति कृति तुक् ह्रस्ववर्णस्य तुगागमः भवति कृत्संज्ञके पित् प्रत्यये परे. अनुवृत्तिसहितसूत्रमस्ति ह्रस्वस्य पिति कृति तुक् तो ह्रस्ववर्णस्य तुगागमः भवति कृत्संज्ञक वा पित् प्रत्यये परे इति अस्ति. सो ह्रस्वस्य अस्ति षष्ठी विभक्ति अस्ति. तो ह्रस्वस्य यदि वयं वदामः इति अचश्च इति सूत्रेण इति स्वर इति गृहीतं भवति. सो ह्रस्व स्वर इति तस्य स्वीकृतं. पिति इति षष्ठी सप्तमी विभक्ति अस्ति. कृति अपि सप्तमी विभक्ति अस्ति. सो परनिमित्तं भवति. पित् प्रत्यय भवे वा पित् प्रत्यय भवे तुक् इति प्रथमा भक्ति अस्ति. तुक् इति आगमः अस्ति. तो तस्य आगमस्ति प्रथमाभक्ताम् अस्ति इति वर्णस्य ह्रस्ववर्णस्य परे आगच्छति. तत् अग्रे पठामि वा भगिनि? अन्य कोऽपि पठति? क्षम्यतां भगिनि, आम् अन्यः पठतु भगिनि. सूर्यकुमारी भगिनि भगिनि. ऋकारान्तधातवः दीर्घरूकारान्तधातूनां ह्रस्व यकारादेशः भवति किति निति प्रत्यये परे. सूत्रमस्ति रूत धातोः इति सूत्रेण तदा उरन्परप इत्यनेन रूकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः भवति. अन्ते हलिच इत्यनेन रेफान्तानां धातूनाम् उपधायां स्थितां इकवर्णः दीर्घः भवति हलिपरे. रूकारान्तधातूनां रूतैधातोः इत्यनेन दीर्घ रूकारान्तधातु रूस्थाने भूस्थाने उत् इत् आदेशः भवति. तदनन्तरम् उरन्परप इत्यनेन अन् अनन्तरं रेफः आयाति. तदनन्तरं रेफ अस्ति चेत् अलिच इत्यनेन रेप पूर्वस्थितस्य ह्रस्व इकारः दीर्घः भवति. ई भवति ईर् भवति इति अवगम्यं तत्सूत्रेण. उदाहरणमस्ति लेप् प्रत्ययविषये उत्योगः तृ योगः लेप् रूतै धातोः इत्यनेन दीर्घरुकारान्धातूनां ह्रस्वः इकारादेशः भवति किति निति प्रत्यये परे. उत् योगः ति उत्योगः तृस्थाने ति भवति इक रुस्थाने इ भवति. इ योगः ति योगः या उरन्परप इत्यनेन रुकारस्य स्थाने अनादेशः भवति सः अन् सदा रपरः भवति. उत्योगः तिर् योगः या हलिच इत्यनेन इकवर्णः दीर्घः भवति हलिपरे. उत्तीर्य इति रूपं भवति. एवमेव वियोगः जृ तत्रापि लेप् भवति लेप् परे अस्ति चेत् वि चिर् भवति विजीर्य रूपं भवति. वियोगः जृ विजीर्य भवति. वियोग कृ विकीर्य भवति. संयोग गृ सङ्गीर्य भवति. आयोगस्तृ अस्थीर्य भवति. विश्रु लेप् विसीर्य. वियोगः धृ विधीर्य. वियोगः नृ विनीर्य. संयोगः रु समीर्य भवति. सूत्रं पठामि वा मा भगिनि? आं भगिनि पठतु भगिनि. रुतै धातोः रुदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशः भवति कितिनिति प्रत्यये परे. कित् नित् भिन्नप्रत्यये परे चेत् गुणे सति इकारादेशः प्रसक्तिर्न भवति. अलो अन्तस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थानेन अपि तु अन्तिमस्य रूकारस्य स्थाने ह्रस्व इकारादेशः भवति. येन विधि तदन्तस्य इत्यस्य साहाय्येन रूतः इत्यनेन रुदन्तस्य इत्यस्यापि ग्रहणं. रुतः षष्ट्यन्तम् इत् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति. रोतः धातोः अङ्गस्य इत् अन्तिम रुधातु वा रुदन्तधातु वा अस्ति चेत् दीर्घरुकस्थाने ह्रस्व इकार आदेशः भवति. तदनन्तरं रुरन्द्रपरपितनेन इर् भवति. तदनन्तरं हलिच इत्यनेन पूर्वस्य स्थितः ह्रस्व इकारः दीर्घत्वं भवति इति सम्पूर्ण विवरणं. तदेव उरन्दपरपः अपि वयं जानीमः. हलिच इति पूर्वमेव वयं पठितम्. केवलं प्रथमवाक्यम् अन्तिमवाक्य अनुवृत्तिसहितसूत्रं पठति वा? रूतः भगिनि तत्र हलिच पठितवती वा सूत्रं? न हलिच रेफान्तानाम् उकारान्तानां च धातूनाम् उपधायां स्थित एकवर्णः दीर्घो भवति हलिपरे. येन विधिः तदन्तस्य इत्यनेन तदन्तविधिः. अतः रोः इत्यनेन येषां धातूनाम् अन्ते रेफः वकारश्च तेषां ग्रहणम्. हलिसप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. स्तिपि धातो रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रुवोरुपधाया दीर्घ एकः इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति. रुवोः धातोः उपधायाः एकः दीर्घः हलि. हलि सप्तम्यन्तं. हलि पर अस्ति चेत् ऋकार वकारान्तधातूनां पूर्वस्थितस्य एकः दीर्घः भवति. तत्र यकारः हलि अस्ति. धन्यवादः भगिनि. अग्रे गच्छामः वा? अस्तु. अस्तु धातुः भगिनी, एकः प्रश्नः अस्ति. यत्र संयोग गृहे ल्याप् वा संयोग रेयोग ल्याप् अस्ति, सम् इति उपसर्ग इति पदान्त भवति. तत्र मोनुस्वारेण सम् इति अनुस्वार कुर्मः वा न? प्रथमं किं भवति, ऋ इत्यस्य स्थाने किं भवति? एव भवति खलु. तर्हि समीर्य इति भवति. क्षम्यतां, समी ओ इकार मकारस्य अस्तु. ओ तत् अजन्तमस्ति चेत् वर्णमेलनं भवति. आं भगिनि, धन्यवादः. भवती भवती क्षम्यतां, तत्र अरुणा भगिनी न पठितवती खलु, पठति वा? पठामि. अस्तातु अस्तातु अस्तातोः भू आदेशः भवति सर्वेषु आदधातुकेषु प्रत्ययेषु परेषु अस्तिर्भूः इति सूत्रेण. पूर्वं पठितवन्तः अस्तिर्भूः इति सूत्रेण अस्तातु स्थाने भू आदेशः भवति. निमित्तमस्ति केन सर्वेषु आर्धधातुकप्रत्ययपदे संयुग अस् ल्यप् अस्तिर्भु इति सूत्रेण अस्त् भू आदेशः भवति. संयुग भू या सम्भूय इति रूपम्. अस्तिर्भुः सूत्रमस्ति. अर्धधातुकव्यवच्छायाम् अस्तातोः स्थाने भू आदेशो भवति. अनेकासीत् सर्वस्य इत्यनेन आदेश सर्वस्य स्थाने न तु अन्तस्य अस्ते अनुवर्तिसहितसूत्रम् अस्तेः भूः अर्धधातुके षष्ठीपदं पठामि भगिनि. षष्ठधातु भगिनि इदानीं यत् शम्भुव अस्ति शम्भूय तत्र पर्जन्यवत् इति वदामः वा भवितुं शक्नोति. प्रथमं सम् इति पदान्ते अस्ति उपसर्गसाधु तस्य अनुस्वारः भवेत् तदनन्तरम् अनुस्वारस्य यै पवनसवर्ण अनेन पर्जन्यवत् वक्तुं शक्नुमः निश्चयेन भगिनि. आम् आम् एतदेव चकाराणि धातुः आसीत् चेत् तत्र पश्यामः यत्र यै पवनसवर्ण वा पदान्ते तस्य किं करणीयं तत्र सूत्रं चिन्तयामः. खलु मकारः तत्र पदान्तं तु अस्ति अत्र नश्चापदं जलि तस्य कार्यं न भवति साधु मनुस्वार इति वदामः साधु मकारस्य किमर्थम् एतत् तु एक उपसर्ग तु एकपद किम् अस्ति उपसर्गस्य पदं भवति साधु कारण की उपसर्गस्य अति लोपः भवति साधु प्रत्ययलोपे प्रत्ययलक्षणम् इति तत्र समासः अस्ति खलु तदेव अहमपि चिन्तयन्ती अस्मि. तर्हि अनुस्वारस्य यि परसवर्णः इति भवति इति चिन्तितवती समासे तु सन्धिकार्यं नित्यं भवति समासः अपि अस्ति यदि किन्तु अत्र उपसर्गः यत्र अस्ति तत्र किं भवति इति चिन्तनीयम् न जाने भगिनि. अनुस्वारः भवति वा सम्भूय प्रथमम् अनुस्वारः भूत्वा तदनन्तरम् अनुस्वारस्य यि परसवर्णः इति आगच्छति खलु दशपदान्तस्य जलि पदस्य तदपि पदस्य अपदान्तस्य इति अस्ति खलु अपदान्तस्य अस्ति चिन्तयामि भगिनि चिन्तयित्वा अस्तु इदानीं मम मनसि आगतः किं किं वदतु भगिनि जानाति इदानीं मम मनसि आगत्य इति पर्जने भवति के पदान्तस्य सूत्राणि कर्तव्यं वा पदान्तस्य सूत्राणि यदि मोनुस्वारः वदामः तत्र वा पदान्तस्य इति भवति पदान्ते उपसर्गस्य पदं वर्तते. आं भगिनि मोनुस्वरस्वारः इत्यस्मिन् सूत्रे उक्तमस्ति उपसर्गस्य पदसंज्ञा वर्तते अतः पदान्तमकारस्य प्रकृतसूत्रेण अनुस्वारादेशे कृते अनुस्वारादेशे कृते संहरति इति सिद्ध्यति इति संप्लसरति इत्यस्मिन् तत्र उक्तमस्ति भगिनि. अस्तु तो अत्रापि इति भवेत् सर् सम्भूय तत्र नो किन्तु पुनः भकार इति अनुस्वारस्य यै परसवर्णः यै परसवर्णः इति तत्रापि तत्र पदम् अपदम् इति किमपि नास्ति खलु नास्ति. आमां तु अनुस्वारस्य यै परसवर्णः कर्तव्यं तत्तु निश्चयेन कर्तव्यं. तर्हि प्रथमं तु मोनुस्वारः इति भूत्वा तदनन्तरम् उदाहरणार्थम् अलं प्रस्कृत्य इति अस्ति तत्रापि एवमेव मोनुस्वारः भूत्वा तदनन्तरम् अनुस्वारस्य यि परसवर्णः इति. अस्तु धन्यवादः भगिनि. न भगिनि अहं कुतः वक्तुं छच् धातु छच्छिङ् धातोः अर्धधातुकप्रत्ययपरे क्याङ् आदेशः किन्तु अत्र भाष्यकार कारः वदति यत् शादि अयम् आदेशः इत्युक्तौ आदेशः ख्या न अपि तु तदा तत्त्वादे आदेशेन कक्ष भवति अपि च पूर्वत्र सिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति क्षस्य यो वा वक्तव्य अनेन क्षङ् इति आदेशस्य सकारस्य विकल्पेन यकार आदेशो भवति फलितार्थः अयं यत् आदुधातुकप्रत्ययपदे चर्चिन् धातोः स्थाने ख्यां क्षाङ् इति धौ आदेशो सिद्धौ एकवारं ख्याङ् परमपक्षे क्षां क्षां चर्चिङ्ग् धातु अधुधातुकप्रत्ययपदे सर्वदा चर्चिङ्ग् स्थाने ख्याङ् आदेशः भवति तदेव पाणिनि उक्तं सूत्रे वदन्तु भाष्यकारः वदति केवलं ख्याङ् न अपि ख्या अपि करणीयं योजनं करणीयम् इति वदति तत् ख्या अस्ति चेत् चत्वादेशेन क्ष ओ चत्वादेशेन खा भवति अपि च पूर्वत्वसिद्धमिति अधिकारे अधिकार अत्र वार्तिकमस्ति खां कषां सस्य यो वा वक्तव्य इति वार्तिकेन क्षाङ् इति आदेशस्य सकारस्य स्थाने विकल्पेन यकार आदेशो भवति फलितार्थः अयम् आर्धातुकप्रत्ययपरे छच्चिङ्ग् धातो स्थाने ख्यां छाङ् इति द्वौ आदेशो सिद्धौ प्रथमं ख्यां अस्ति चेत् प्रक्रिया अस्ति वि युग छच् युग छच्चिङ्ग् ख्याङ् छच्चिङ्ग् ख्याङ् आदेशः आर्धधातुके वदन्तु अतः भाषकारे वदति आदेशख्या न क्षा अत्र वार्तिकेन तस्य यो वा वक्तव्य इति वार्तिकेन सकारस्य विकल्पेन यकार आगच्छति वी प्लस् युगः ख्या युगय तिख्याय इति रूपम् अपरस्मिन् पक्षे छच् स्थाने छाङ् अस्ति चेत् वि युग छच् युग लप् छच्छिङ् छाङ् इत्यनेन छच्छिङ् छाङ् आदेशः आददातिके ख्या भाष्यकार्यवक्त्येन आदेशख्या न अपि तु षक्षा अपि वि युग क्षा युगय खरि च इत्यनेन झल् ह खरि परि चत्वादेशः भवति वि युगः कक्ष युग्य इक्ष्य इति रूपं चर्चिङ्ग् आदेशो भवति अर्धदातुके अनुवर्तिसहितसूत्रं चर्चिङ्ग् ख्याङ् अर्धदातुके खरि च हल झल्स्थाने चरादेशो भवति खरि परि तदेव भगिनि जलां चर्चितवान् अहं पठितवती पठामि अर्जुधातुः अर्जुधातुः वि आदेशः भवति आर्धधातुकप्रत्ययपरे घञ् छाप् च वर्जयित्वा अजेर् वि अघयपोः इति अस्ति खलु अघयपोः इति सूत्रेण संयोगः अज्योगः ल्यप् इति स्थितौ अजेर् व्यगयपोः इति सूत्रेण अजुधातुः वि आदेशः आर्धातुके प्रत्ययपरे संयोगः वियोगः य मोनुस्वारः इत्यनेन अत्र अस्ति मोनुस्वारः इत्यनेन पदान्तमकारस्य अनुस्वारादेशः सङ्गीयः इति अजेर् व्ययङ् व्यघञ् अपोः इति सूत्रे इति सूत्रं वदति अजेर् धातुः वि इत्ययम् आदेशः स्यात् अर्धधातुकविषये घञ् च वर्जयित्वा इति. अत्रापि अनुस्वारस्य यै परसवर्णः इत्यनेन वकारस्य क्लास् लर्के वा त्रिपि कुप्रेम अत्र वकारस्य अनुस्वार सवर्णः नास्ति वा? यकारस्य अस्ति, केवलं रेफस्य नास्ति खलु, वकारस्य अस्ति ननु ययि अस्ति. ओ ययि एव भवितव्यं सत्यम्. अत्र ययि एव अस्ति, वकार अन्नासिका अपि अस्ति. ये प्रत्याहारे अस्ति खलु? आम् अयवर ये अस्ति अकारविहाय अनुना तत् तदपि विकल्पेन भवति खलु तर्हि तदपि कुत्र अस्ति कुत्रचित् मया स्थापितम् अस्ति वकारस्य अस्ति सुवर्णः तर्हि तस्य नित्यं भवति. अत्र तु विकल्पेन एव भवति खलु भगिनि अनुस्वारस्य ये परसवर्णः इति केन सूत्रेण विकल्पेन भवति? वा पदान्तस्य विकल्पेन भवति. वा पदान्तस्य इत्यनेन विकल्पेन भवति. पदान्तं तु अस्ति तर्हि तर्हि अनुस्वारस्य ये परसवर्णप्रभाद्य वा पदान्तस्य इति कार्यं भवति खलु. तादृशसन्दर्भेषु यत्र उपसर्गाः सन्ति. रूपं द्वं द्वयं भवेत्. सत्यं सत्यम्. आम् संवीय संवीय इति. आम् अस्तु तर्हि अजेर् व्यय अगेयपोः इति सूत्रम् अजेर् धातोः वि इत्ययम् आदेशः स्यात् अर्धधातुकविषये यघञ् च अब्जवर्जयित्वा इति. अजेः अनुवृत्तिसहितसूत्रम् अजेः वि अर्धधातुके अघेयपोः इति. मूलस्वरः पदान्तस्य मकारस्य स्थाने अनुस्वारस्य आदेशः भवति हलिपरे. पदस्य सः अनुस्वारः हलि पदस्य मह अनुस्वारः हलिसंहितायाम् इति. तथैव वा पदान्तस्य इति सूत्रं वदति पदान्ते विद्यमानस्य अनुस्वारस्य यै वर्णे परे विकल्पेन परसुवर्णादेशः भवति इति. पदान्तस्य अस्ति. अस्तु अग्रे गच्छामि. किमर्थं रूपद्वयं भगिनि? अत्र वा पदान्तस्य इति विकल्पेन भवति खलु. वा पदान्तस्य तत्र अनुस्वारस्य सवर्णादेशः भवति परसवर्णादेशः भवति. अन्यस्मिन् पक्षे अनुस्वारस्य अनुस्वारः एव तिष्ठति. किन्तु वकारस्य परसवर्णः नास्ति न? अस्ति भगिनि. अनुनासिक अनुनासिकवकारः वर्तते. ओ अनुनासिकवकारः. रेफं विहाय अन्ये अन्तःस्थानां तु अनुस्वार अनुनासिकवर्णः वर्तते. लकारस्य लकारस्य वकारस्य वर्तन्ते. रेफविहाय अग्रे गच्छामः. तस्य क्रमः भगिनि ऋकार अपि आम् अस्तु. ला अपि अनुस्वार अस्ति, अन्नासिक अस्ति. क्षम्यताम्. य लव अस्ति, रेफस्य नास्ति. अन्तस्थाः तु चत्वारः वर्णाः सन्ति खलु. अन्तस्थाषु चतुर्षु त्रयाणां वर्तन्ते. य लव रेफस्य केवलं नास्ति. श स तेषां भवति वा? न भगिनि, प्रमाणानां नास्ति एव. अस्तु. कवर्गानाम् अस्ति, सर्वे कवर्गाः कु इति अस्ति खलु, ते सर्वे तु सवर्णः. चु तथैव सवर्णः, टु सवर्ण, टु सवर्ण, पु सवर्ण. अनन्तरम् अन्तस्थान वर्गीयव्यञ्जनानां तावदस्ति खलु, तर्हि सर्वेषां वर्गीयव्यञ्जनानां परस्परं सवर्णः भवन्ति. अन्तस्थानां तु य ल व इति त्रयाणां वर्तन्ते, रेफस्य नास्ति. अस्तु. ऊष्माणानां न भवन्ति एव. अस्तु. तथा एव तत्र तत्र स्वराणां पश्यामः चेत् अकारेण तत्र अष्टादश प्रभेदाः सन्ति खलु, ते सर्वेपि सवर्णाः अकारस्य, तथैव इकारस्य अष्टादश प्रभेदाः अपि सवर्णाः वर्तन्ते इकारस्य, इकारस्य अष्टादश, अनन्तरं ऋकार ऋकारयोः सवर्ण सवर्णमिष्यते सावर्ण्यं वाच्यम् इति सूत्रेण इति वार्तिकेन इति कृत्वा ऋकारस्य अष्टादश प्रभेदाः, अनन्तरं ऋकारस्य द्वादश भेदाः वर्तन्ते खलु, ते सर्वे सवर्णाः सन्ति, 18+12 सवर्णाः सन्ति. यद्यपि उच्चारणस्थानं भिन्नम् अस्ति तथापि तेषां व्याकरणे सवर्णसंज्ञा भवति. एकारस्य तु नास्ति, ऐकारस्य नास्ति, ओकारस्य नास्ति, औकारस्य नास्ति. तदनन्तरं हकारस्य नास्ति, षकार तत्र शशसः इति नास्ति. अस्तु, धन्यवादः. प्रथमपाठः किञ्चित् वयं तथा इतः पूर्वं वयं साक्षात् स्वीकृत्य न दृष्टवन्तः भगिनि, अस्माकं करपत्रेषु कुत्रचित् अपि तत्र संहृतरूपेण न वर्तन्ते. वयं पठितवन्तः नास्ति खलु, आवलिरूपेण नास्ति खलु, न वयं पठितवन्तः न अष्टादश प्रभेदाः आवलिरूपेण न दृष्टवन्तः खलु भगिनि, कुत्रचित् पठितवन्तः. अहं तु मम वर्गस्य कृते तत्र सङ्ग्रहणं कृतवती इति कृत्वा स्मरामि किञ्चित्. अस्तु, अग्रे गच्छामः. अग्रे कृप् धातु सरला भगिनी पठति वा? अस्तु, कृप् धातु कृपोरोलः इति सूत्रेण आहत्य कृप् धातोः रेफस्य लकार आदेश, कृप् धातोः ऋकारस्य अंशय रेफसदृश तस्य स्थाने लकारसदृश आदेश भवति. यत्र कृप् धातु उपधाया गुण भवति कर्प, तत्र रेफस्य स्थाने लकारादेश, अतः कर्प इति फलं यत्र उपधा गुणः न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऋकार आदेश, अतः कृप् इति फलम्. कृपोरोलः इति सूत्रं वदति यदि कृप् धातोः रेफस्य स्थाने लकार आदेश भवति, कृप् इति यद् रिदन्त इति ऋत् इति अस्ति तस्य ऋकारस्य स्थाने सदृश ऋकार आदेश भवति इति कृप् इति सूत्रं वदति. कृपोः रोल तु इति कृपः इति षष्ठी विभक्ति अस्ति, तस्य स्थाने रोहो इति यदि रेफ गुण भवति कृप् धातोः गुण भवति तत्र रेफ आदेश भवति, तस्य स्थाने लकार आदेश भवति. कृपो रोलः अपि कृप् रोलः इति कृप् यस्य सदृश अंश अस्ति ऋकारस्य तस्य लृ इति भवति ऋकार इति. उदाहरणमस्ति प्र उपसर्गपूर्व कृप् धातो योगल्य प्रक्लिप् य प्रक्लिप्य. इदानीं प्रकृप् ल्यप् इति ल्यप् इति वयं जानीमः आर्धधातुकप्रत्ययः अस्ति, पित् अस्ति, किन्तु तत्र कित्वा इत्यस्य स्थाने आगच्छति तु स्थानीवत् आदेश अन्वविधौ अनेन धर्मगुण कित्वा इत्यस्य आगच्छति तु गुण न भवति इदानीं कृप् धातोः, अतः कृप् इति कृप् ऋकारस्य सदृश अंश लृ आगच्छति, सो प्रलृप्य इति रूपं भवति तत्र. सो कृपोरोलः अनु कृप् धातोः इदानीं वयम् उक्तवन्तः कृप् धातोः रेफस्य लकारादेशः भवति, र इति श्रुत् सामान्यं बोध्यम्, तेन यः केवलः रेफ अश्च ऋकारस्य तयो द्वयोः अपि ग्रहणं लः ल इति अपि श्रुतिसामान्यम् एव, अतः आहत्य कृप् धातोः यदा गुण आदेशः कृत्वा रेफ भवति तस्य रेफस्य स्थाने लकार आदेशः, पुनः कृप् धातोः ऋकारस्य यः रेफसदृश अंशः तस्य स्थाने लसदृश अंश आदेश भवति नाम ऋस्थाने लृ सूत्रे कृपो कृपः उः इति विच्छेदः कृप् लुप्तषष्ठी षष्ठीकं पदम् उः षष्ठ्यन्तं ल षष्ठ्यन्तं लः प्रथमान्तम् अनेकपदमिदं सूत्रं कृप् इत्यस्य द्विवारम् आवृत्ति सूत्र स्वयं सम्पूर्णं कृपः उः कृपः रः लः सो इदानीं वयं दृष्टवन्तः इति कृपः इति षष्ठीभक्ति उः इति ऋकारस्य षष्ठीभक्ति अस्ति उः इत्यस्य स्थाने कृप् रः लः इति आगच्छति यदि गुणः भवति तदानीं र आदेशः भवति यदि गुण रहस्य स्थाने रेफस्य स्थाने षष्ठी भक्ति लकार इति ल आदेशः भवति यदि सदृश कृप् इति ऋकारस्य या रेफसदृश अंश अस्ति तत्र ल आदेशः भवति कृपः उ कृपः र लः प्रथमं यत् कृपः उ अस्ति तत्र कृप रेफ ऋकारस्य सदृश अंश अस्ति साधु द्वितीयमस्ति यत्र गुणः भवति कृपः रः लः साधु भगिनि आम् पुनः वदतु भगिनि यत् प्रथमकृपः उः अस्ति तत्र कृप् अस्ति यस् यत् ऋकारस्य सदृश अंश अस्ति तत्र स्थाने उः ऋकार आदेशः भवति साधु कृपः उः आम् आम् आं भगिनि द्वितीयकृपः इति यदि गुणः भवति रेफ तस्य स्थाने लकार आदेशः भवति तत्र लकारस्य ऋकारस्य तु उभयं कृतमस्ति उः इत्यपि अस्ति अतः रेफस्य रः इत्यपि अस्ति किन्तु ऋकारलकारयोः केवलं लः इति एव गृहीतमस्ति खलु आमाम् अस्तु तत्र द्वयं नास्ति तत्र पुनः तत्र अहं मन्ये ऋकारस्य अपि गुणवर्णः उकारः एव इति मन्ये उ इत्येव भवति इति मन्ये षष्टिरूपम् अस्तु उः इत्युक्ते ऋकार रु खलु षष्टिरूपं खलु ऋकारस्य इति भवति खलु अग्रे सूर्यकुमारी भगिनी पठति वा जन् सन् खन् इति धातवः ये विभाषा इत्यनेन जन् सन् खन् येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति विकारादि क्णिति प्रत्यये परे क्णित् प्रत्यये परे त्रीणि त्रयधातवः उक्ताः सन् ख क्षम्यतां जन् सन् खन् ये विभाषा विकल्पेन नकारस्य स्थाने आकारादेशो भवति यकारादि क्णिति प्रत्यये परे निमित्तानि क्णित् प्रत्यय अपि यकारादि अपि आवश्यकं धातवः सन् खन् जन् एतेषां धातूनामेव यकारादि क्णिति प्रत्यये परे विकल्पेन नकारस्य स्थाने आकारादेशः भवति द्वयरूपं भवति भवति एकं खन्या जन् धातुतः जन्या अथवा जाया भवति सन् संज्ञा तान् साया खन् अन्या साया भवति आत्वपक्षे क्षम्यताम् आत्वपक्षे प्रायोगः जन् ल्यप् ए विभाषितनेन नकारस्य आत्वं प्रायोगः च प्रजाय अन्यत् रूपं प्रजन्या भवति आत्व अपक्षे प्रजन्या भवति एवमेव प्रायोगः सन् ल्यप् प्रसाय प्रसन्न प्रखाय प्रखन्य सूत्रमस्ति ये विभाषा जन् सन् खन् येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेश भवति भवति अकारादिक्ति प्रत्यये परे अलो अन्तस्य इत्यनेन अन्त्यादेशः ये सप्तम्यन्तं विभाषाप्रथमान्तं द्विपदमिदं सूत्रं जनसनकनां सञ्जलोः इत्यस्मात् जनसनकनाम् इत्यस्य निरुक्तिः विद्वनोः अनुनासिका स्यात् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः अनुदात् उपदेशे वनति तनोति तनोत्यादीनाम् अनुनासिकलोपो जलिमिति इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितस्तोत्रं जनसनकनाम् अङ्गस्य आत् ये निति विभाषा विकल्पेन जनसनखनां यकारादिकिति प्रत्यये निति प्रत्यये परे आत् आदेशः भवति विकल्पेन आं भगिनि एकस्मिन् पक्षे आकारः दृश्यते अन्यस्मिन् पक्षे तत् यथा तिष्ठति यथावतिष्ठति आम् आम् तावत् पठितवन्तः इति मन्ये खलु महोदयस्य वर्गे तावदेव महोदय पाठितवान् इति मन्ये अत्र विरमामः अस्तु भगिनी अस्माभ्यः भवती प्रेषितवती परसमान यत् आवली भवती निर्मितवती प्रेषयामि धन्यवादः तत्र अहं शेर् करोमि भवन्तः स्नाप्शाट् स्वीकुर्वन्ति वा किम् अत्र शेर् करोमि भवन्तः स्नाप्शाट् स्वीकुर्वन्ति वा Okay. And then one more page. अत्र अत्र अस्ति खलु मम पटले दृश्यते ननु प्रेषणीयं वा ईमेल् अस्तु कृतवती इत्यत्र मध्ये किञ्चित् पश्यामि भगिनी प्रथम स्नाप्शाट् कम्प्लीट् न आगतः ओ एवं अहं प्रेषयिष्यामि अस्तु धन्यवादः अस्तु अस्तु धन्यवादः।